इदानीं वदतु. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीं. कृत्तावसाने नटराजराजो उद्धर्तृकामस्तनकाधिसिद्धान् एतत् विमर्शे शिवसूत्रजालम्. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. अति उत्तमं, धन्यवादः. अद्यतनवर्गस्य सुस्वागतम्. इदानीम् अत्र पूर्वं वयं दृष्टवन्तः, अत्र क्रमः न अभवत्, क्रमः न अभवत्, यत्र यत्र क्लेशः अभवत् एव. परन्तु पुष्पादीक्षितमहोदयया अत्र अकारान्तः आकारान्तः इकारान्तः ईकारान्तः इति क्रमेण अत्र धातु किम् अस्ति, धातु नास्ति, शब्दः क्रमेण अत्र अभवत्. रामशब्दः, रमाशब्दः, मतीशब्दः, गौरीशब्दः, अनन्तरम् अत्र किञ्चित् पठितुम् इच्छन्ति स्म. परन्तु आरम्भकाले एतत् द्वादशवर्षाणि सार्ध द्वौ वर्षौ एतत् विषये अत्र पठितवन्तः, शब्दरूपम्, अनन्तरम् अत्र धातुरूपं, कृदन्तं, सद्धितान्तं बहु इच्छन्ति स्म पठनार्थम्. इदानीम् अत्र हलन्तदातवः किम् अस्ति चेत् अत्र अद् उपदा, उपदा अस्ति, तत् समये एव किं भवति उपदायां, किं भवति गुणः भवति केन सूत्रेण, वदतु, जानन्ति एव. पुहन्तलघुपदस्य च इत्यनेन अदु उपदाः, इदु उपदाः, उदु उपदाः, रुदु उपदाः अवशिष्टाः इति अत्र सन्ति. तर्हि अस्माकं दशसु धातुगणेषु एतत् पठतु, शान्ता भगिनी पठतु. तर्हि अस्माकं दशसु धातुगणेषु धातवः येषु उपविभागेषु विभक्ताः. अधुना इदं विभजनम् अनुसृत्य अङ्गकार्यं भवादिगणे अवलोकनीयम्. अङ्गस्य गुणकार्यम् द्वादिगणे अङ्गस्य गुणकार्यम् अजन्तधातवः भादौ सप्ततिः अजन्तधातवः सन्ति. अजन्तधातूनां गुणकार्यं भवति अनेन सूत्रेण सार्वधातुक आर्धधातुकयोः. इदं सूत्रम् अङ्गस्य अन्तिमे स्वरे कार्यं करोति. यदि सः अन्तिमस्वरः इत् प्रत्याहारे स्यात्, इत् प्रत्याहारः नाम इ उ ऋ, यत्र धात्वन्ते इ ई उ ऋ च अस्ति, तत्र शप् विकर्णप्रत्ययस्य कारणेन स्वरस्य गुणः भवति. शप् षित् अपि अस्ति, पित् अपि अस्ति, अतः तस्मिन् परे गुणः भवति. अनन्तरं यतोहि नूतनस्य गुणस्वरस्य परं स्वरः अस्ति, शपः अकारः, अतः येचोयवायवाः इत्यस्य प्रसक्तिः अस्ति. ए स्थाने ऐ, ऐ स्थाने आय्, ओ स्थाने औ, ओ औ स्थाने आव्. तर्हि भ्वादिगणे एतत् सर्वं पश्याम। भ्वादिगणे आकारान्ताः धातवः न सन्ति। अस्तु, अत्र प्रतिपदं स्वीकृत्य अर्थं वदतु। भ्वादिगणे अङ्गस्य गुणकार्यं भवति। भ्वादिगणे सप्ततिः अजन्तधातवः सन्ति। अजन्तधातूनां गुणकार्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण एव भवति। उत्तमम्। तस्मिन् तस्मिन् स्वरस्य इत् प्रत्याहार नाम ह्रस्व इ ऊ इति एव स्वराणां भवति। एतत् सर्वं धातु अन्ते एव भवति। यदि इ उ ऋ सन्ति तत्र शप् विकरणप्रत्ययस्य प्रयोगेन षत् शप् षत् द्वयोः एव प्रयोगेन गुणं भवन्ति। इ ऐ भवति, इ आय् भवति, उ औ भवति, सोरि एचो अयावः एत इति सूत्रेण एव गुणकार्यं भवति। इ ऐ भवति, इ आय् भवति, उ औ भवति, आव भवति। अत्र तर्हि भवादिगणे एतत् सर्वं ऐ भवति, ऐ स्थाने आय् भवति, ओ स्थाने औ भवति, औ स्थाने आव् भवति। अत्रैव दत्तं, क्रमेण दत्तम्। एतत् वयं सर्वं जानीमः एव। इदानीमत्र इकारान्तदातवः अनन्तलक्ष्मी पठतु। अनन्तलक्ष्मी अस्ति वा? अस्तु, अन्येन पठतु। नमस्कारः। इकारान्तः धातवः द्वादौ ईदृशः ईदृशाः सप्तधातवः सन्ति। ङी योगः घी योगः शप् लशकतथिते इत्यनेन सकारः लोपः हलन्त्यम् इत्यनेन पकारः लोपः जी योगः आ सार्वधातुक आर्धधातुकयोः इत्यनेन इकन्तस्य गुणः जे योगः आ एचो यवायावः इत्यनेन ये स्थाने ऐ आदेशः जै योगः आ जय इति अङ्गम्। अत्र प्रतिपादयतु किम् अभवत् इति। जी जी धातोः विकरणप्रत्यययोजनेन शप् स्थाने अनुबन्धलोभानन्तरम् अकारः एव तिष्ठति। जी योगः आ सार्वधातुक आर्थधातुकयोग योग इत्यनेन जी स्थाने ये जे आदेशः भवति। अत्र शप् इति अस्ति, चकारस्य स्थाने लट्कोतटिते इत्यनेन चकारः इति भवति। चकार उत्तरवर्ति, अकारः अत्र तिष्ठति। पकारः हलन्त्यं तस्य लोपः इत्यनेन इति भवति। इदानीं जी योगः आ इति भवति। अग्रे सार्वधातुक आर्थधातुकयोः इत्यनेन इगन्धस्य गुणः भवति। जी स्थाने जे आदेशः, जे योगः आ एचो यवा यावः सूत्रेण ए स्थाने ऐ आदेशः भवति जै योगः आ जय इति अङ्गम् न न इदानीम् आ योजनेन जय इति अङ्गम् उत्तमम् अनन्तरम् अत्र किं भवति धातुरूपम् अग्रे अपि पठतु जयति हा उत्तमं ति योजनेन ति इति प्रथमपुरुष एकवचन विवक्षा अस्ति अतः ति योजनेन अत्र जयति इति रूपं भवति तदेव अत्र अन्य उदाहरणमपि अस्ति अत्र अञ्जनभगिनी वक्तुं शक्यते वा नमस्कारः भगिनि नमस्कारः तदा सा क्षीयोगः शप् इत्युक्ते क्षीयोगः आयोगः श्रेयोगः आयोगः इत्युक्ते श्रै योगः आयोगः इत्युक्ते श्रेय इति अङ्गम् तदेव न इदानीमत्र कार्यं किं किम् अभवत् इति उपरि दत्तं खलु जी योगः तप् स्वीकृत्य तदेव वदतु लशकतदितेन शकारं लोपः भवति अकारः अस्ति अलन्त्यं तस्य लोपनाल शप् लोपः भवति देन् अकारः लोपेन पकारः लोपः भवति शप् लोपः पूर्णतया न भवति चकारः अलन्त्यं तस्य लोपः इत्यनेन इति अनेन इत्यनेन अनन्तरं पकारः वदतु सी तिष्ठति सी योगः आ तिष्ठति सार्वधातुक आर्वधातुकयोः इत्यनेन इगन्तं गुणकार्यं भवति इगन्तस्य गुणकार्यं भवति शे शे योगः आ योग एचो यवा यावः इत्यनेन भवति इकारस्य स्थाने एकारः एतदेव सार्वधातुक सार्वधातुक आर्वधातुकयोः इत्यनेन इगन्तस्य गुणकार्यं भवति इकारस्य स्थाने एकारः भवति शे योगः आयोगः यचो यावा यावः यचो यावा यावः इत्यनेन एकारस्थाने ऐ आदेशः भवति शे योगः आयोगः भवति शै योगः आयोगः शय इति अङ्गम् ये प्रथमपुरुष ति इदानीं धातुरूपं वदतु शयति ति योजनेन क्षय योगः ति योजनेन क्षयति इति अन्तिमरूपं निष्पन्नम् अन्तिमरूपम् एतत् वक्तव्यम् अन्तिमरूपं निष्पन्नम् निष् उपसर्गपूर्वकः पत् धातोः पन्नं सपर्तित् इदानीं क्षय इति अस्ति अनन्तरम् अत्र ति योजनेन क्षयति इति अन्तिमरूपम् अभवत् इदानीम् अन्य उदाहरणमपि भवती एव करोतु अन्य उदाहरणम् पठतु इकारान्ताः दातवः भवादयो ईदृशौ द्वौ अत्र तदेव ज्री अस्ति खलु ज्री एतत् वदतु तदेव ज्री योग इत्युक्ते ज्रय शिव् इत्युक्ते श्रय शिमि इत्युक्ते शमय स्त्री इत्युक्ते श्रय अहं पठामि शृणोतु अत्र ज्रि अस्ति ज्रय इति अस्ति स्त्री अस्ति चेत् स्वय इति भवति स्मी स्मयते स्मयते कृष्णः स्मयते स तस्य इस् आप् एव सकारः आप् अर्धमात्रा स्मय स्मि स्मय भवति. अनन्तरं श्री लक्ष्मीदेवी श्री दीर्घम् अत्र इदानीम् अत्र ह्रस्वं भवति प्रयति स्वयम् इत्युक्ते अत्र किञ्चित् शरीरविषये उपाधि अस्ति अतः श्रयति. इदानीं स्त्री अस्ति चेत् अत्र अपि प्रथमं किं भवति लशपतदिते इत्यनेन अत्र ज्री इति अस्ति योगः शप् अस्ति तद् पुनरपि एतदेव अत्र वक्तव्यम्. इदानीम् अत्र शान्ता भगिनी वदतु क्रमः ज्री इत्यस्य क्रमः वदतु शान्ता भगिनी. शान्ता भगिनी अस्ति वा? आम् आम् अस्मि वदतु ज्रि. उपरि जि अस्ति खलु एतत् स्वीकृत्य वदतु क्रमः एतदेव सुलभमेव वदतु. जि योगः शप् दशकृतदिते इत्यनेन शकारलोपः भवति. हलन्त्यम् इत्यनेन पकारः लोपः भवति. अत्र अ एव तिष्ठति अतः जि योगः अ सर्वधातुकधातुकयोः इत्यनेन दिगन्तस्य गुणः भवति. अपो इ ए भवति अपो ए योगः अ एचो यावः इत्येन ए स्थाने ऐ आदेशः भवति अतः जे जै भवति. जै योगः अ जय इति अङ्गं भवति. न न न इदानीं ज्रै एव खलु ज्री ज्रै इति भवति. अनन्तरं ति योजनेन ज्रयति इति भवति. इदानीं क्रमेण अत्र धातुपाठः कथं भवति इति वक्तव्यमेव. इदानीं स्वी अस्ति स्वी स्वै इति भवति. अनन्तलक्ष्मी वदतु श्री श्री श्री योगः शप् लशकृतदिदे इत्यनेन शकारः लोपः. हलन्त्यम् इत्यनेन पकारः लोपः पकारः एव तिष्ठति. श्री योगः आ श्री सार्वधातुक आर्थधातुकयोः इत्यनेन इयन्तस्य इगन्तस्य गुणः. श्वे योगः आ श्वे योगः आ एचो यवा यवः इत्यनेन ये स्थाने ऐ आदेशः भवति. श्वै योगः आ प्रथमं श्वय श्वय इति रूप अङ्गं भवति. तिप्तस्ति प्रथमवृक्षविवक्षायां ति योजनेन श्रयति इति अन्तिमरूपं निष्पन्नं. बहु उत्तमम्. इदानीम् अत्र स्मि इति भवति. अञ्जना वदतु स्मि. स्मि योगः शप् लसकचदिते इत्यनेन शकारः लोपः भवति. हलन्त्यं तस्य लोप इत्यनेन पकारः लोपः भवति. आ तिष्ठति. पि योगः आ सार्वधातुक आर्वधातुकयोः इत्यनेन इगन्तस्य गुणकार्यं भवति. चे भवति. चे योगः आ रेचो यवा यावः इत्यनेन एकारः स्थाने ऐ आदेशः भवति. शय योगः ऐ इति भवति. अकारयोजनेन अकारयोजनेन मया भवति. तिगन्त तिप्तस्ति इत्यनेन ति जयति भवति स्मयति इति अन्तिमः. इदानीं स्त्री अस्ति तत्रापि लशगतति चेत् हलन्त्यं तस्य लोपः इत्यनेन अकारे अनुबन्धलोपानन्तरम् अकारे एव तिष्ठति. अनन्तरं स्त्रीयोभग आ एव अस्ति सार्वधातुक अर्धधातुकयोग इत्यनेन गुणः भवति. इदानीं स्त्रे भवति. अनन्तरम् अत्र एचो यवा यावः इत्यनेन ई पुह किमस्ति अत्र एकारस्य स्थाने अयादेशः भवति एचो यवा यावः अतः तत्र स्वय इति भवति. अकारयोजनेन स्वय इति भवति. अनन्तरं प्रथमपुरुषविवक्षा अस्ति अत्र अतः ति योजनेन स्वयति इति अन्तिमरूपं व्युत्पन्नम् अस्तु. इदानीमत्र ईकारान्तदातवः भुवादौ ईदृशौ द्वौ धातू सः ईकारान्तदातुः भुवादौ भुवादिगणे द्वौ धातु एव सन्ति. अत्र किं भवति पूर्वं वयं दृष्टवन्तः आकारान्तदातवः अत्र आकारान्तदातवः नास्ति इति वयं दृष्टवन्तः. भुवादिगणे आकारान्तदातवः न सन्ति खलु. इदानीम् अत्र इकारान्तदातवः ईकारान्तदातवः वयम् एतत् पर्यन्तं वयं दृष्टवन्तः. इदानीम् ईकारान्तदातवः तदेव भवति अत्र डी इति अस्ति. पूर्वं वयं दृष्टवन्तः ईक् प्रत्याहार नाम ई ऊरु लो लृ एव अस्ति ईक् प्रत्याहारः. इदानीमत्र धातु अन्ते दीर्घ ईकारः ऊकारः ऋकारः सन्ति चेत् अत्र विकर्णचप् विकर्णप्रत्ययं कारणेन अत्र स्वरस्य गुणः भवति इति वयं दृष्टवन्तः. इदानीं डि योगः शप् अस्ति तदेव भवति डि योगः शप्. अत्र अपि चकारः दशकृतति चेत् अनुबन्धलोपानन्तरम् आ एव तिष्ठति. अनन्तरम् ईकारस्य स्थाने सार्वधातुक अर्धधातुकयोः इत्यनेन एकारः भवति डे इति भवति डे योग. इदानीम् अत्र एकारस्य स्थाने एचो यवा यावः इत्यनेन अयादेशः भवति दै इति भवति. आयोजनेन दया इति भवति. सी योजनेन दयति. पक्षी दयति फ्लैङ्ग् दयति रूपं भवति. इदानीमत्र नी अस्ति. अन्तलक्ष्मी वदतु. नी योगः शप् नी योगः शप् इदानीं भवन्तः सर्वे जानन्ति एव अत्र लशको तद्धिते हलन्त्यम् इति सूत्रं भवन्तः सम्यक् सम्यक्तया जानन्ति. उत्तमम् उत्तमम्. अनुबन्धलोपानन्तरं नी योगः आ बहु इति रूपं सार्वधातुक अर्धधातुकयोग योगसूत्रेण इकन्दस्य स्थाने एकारः भवति. ने योगः आ एचो यवा यावः सूत्रेण ए स्थाने ऐ आदेशः भवति. नय नय योगः नै योगः आ नय नय इति अङ्गं भवति. तिप्तश्चि प्रथमपुरुषविवक्षायां ति योजनेन नयति इति अन्तिमरूपं निष्पन्नं. बहु उत्तमम्. इदानीमत्र नयति इति प्रापणे नी इति अस्ति. नी प्रापणे इति अस्ति आगच्छति. धातु अन्ते भू सतायाम् इति अस्ति खलु. अत्र नी प्रापणे प्रापणे इत्युक्ते टेकिङ्ग् फ्रम् वन् प्लेस् टु अदर् प्लेस् नयति इति अस्ति. इदानीम् उकारान्तदातवः भुवादौ ईदृशाः अत्र पञ्चदशदातवः सन्ति उकारान्तदातवः. एतत् पूर्वं भवन्तः एतत् विषये न पठितवन्तः. इदानीमत्र क्रमः भवति, केन सूत्रेण एतत् अभवत् इति द्रष्टुं शक्यते एव. इदानीमत्र उकारान्तदातवः द्वादौ ईदृशाः पञ्चदशदातवः सन्ति इति अस्ति. क्रमः तदेव भवति. शान्ता भगिनी पठतु. शान्ता अस्ति वा? ध्रुयोगः सप् दशकृतद्वितीयेन षकारलोपः, अनन्त्यम् इत्यनेन पकारलोपः. ध्रुयोगः अभवति. सार्वधातुक आर्धधातुकयो इत्यनेन इगन्तस्य गुणः भवति, अतः ध्रो भवति. ध्रोयोगः अ येचो यवायावः इत्यनेन ओ स्थाने अव् भवति. ध्रौ भवति. द्रौ योगः अ द्रव इति अङ्गं भवति. तस्मात् प्रथमपुरुष एकवचन विकर्ण योजनेन स्त्रीयोजनेन द्रवति इति भवति. अत्र ति इति प्रत्ययमस्ति, विकर्णप्रत्ययमस्ति. एकवचन विकर्णप्रत्यययोजनेन द्रवति इति भवति. अस्तु, तदेव अत्र सु भवति, सु भवति. अत्र सु सप् सु आ अनन्तरं सो भवति. इदानीमत्र उकारस्य स्थाने ओकारः भवति. इतः पर्यन्तम् इकारस्य स्थाने एकारः भवति वयं दृष्टवन्तः. इदानीमत्र उकारस्य स्थाने ओकारः भवति. अनन्तरम् अत्र स्रौ इति भवति. स्रौ योगः आ योगः सि स्रवति, लिखिङ्ग् स्रवति इति अस्ति. स्रवति इति किमस्ति? स्रवति इति पाणि अर्थमपि ज्ञातुं शक्यते एव. Bhavati means flowing, amma. Aam, aam, aam, flowing. Artham pashyatu. Kim artham asti atra? To go, to drop, to ooze, to flow. Drip, to ooze, to flow. Etat, तु गतौ, गतौ इति अस्ति. गतौ इति गत्यर्थकधातुः. चतुस्सहस्रं दातवः सन्ति खलु. अत्र द्वौ सहस्रं गत्यर्थकधातु एव. गत्यर्थकधातु एव. गति इत्युक्ते किम्? तु गो एव खलु. गति तु गो एव. गत्यर्थकधातुवः धातवः द्वौ सहस्रं भवति. अतः वि केन् से इमीडियेट्लि गत्यर्थकधातुः इति. इदानीं सु इति अस्ति चेत् गतौ. केन किम् अर्थम् अस्ति चेत् तु गो, तु द्रिप्, तु ऊस्, तु फ्लो. तु फ्लो एव स्रवति इति अर्थे आगत्य कार्यं करोति. अतः एव अत्र शान्ता भगिनी एव पठतु अत्र पूर्णतया श्रवति श्रवति श्रवतः श्रवन्ति श्रवसि श्रवतः श्रवत श्रवयामि श्रवामि श्रवावः श्रवामः उत्तमम् अस्तु इदानीम् अग्रे उकारान्तदातवः वयं दृष्टवन्तः तदेव अत्र कू अस्ति कौ भवति उकारस्य स्थाने इदानीम् अत्र सर्वाणि कार्याणि भवति गू भवति ऊ दू ट्यू अनन्तरं पुरु सर्वम् अत्र उकारान्तदातवः एव प्रथमम् अत्र उकारान्तदातवः इदानीम् एकं वयं स्वीकृत्य कार्यं कृतवन्तः इदानीम् ऊकारान्तदातवः अस्ति ऊकारान्तदातवः इदानीम् अत्र अञ्जना भगिनी पठतु वदतु कार्यं किम् अस्ति इति भू योगः शप्त अनुबन्धलोपानन्तरम् आकारः अकारः तिष्ठति भू ओगः आयोग इत्युक्ते भो एच सार्वधातुक आरोधातुक योः गुणकार्यं भवति भो तिष्ठति भो योगः आयोगः भव एचो यव यावः इत्यनेन भवः ओकारस्य स्थाने ओकारस्य स्थाने औ आदेशः भवति औ आदेशः भवति भवा योगः औ आदेशः भौ इति भवति भौ योगः आयोगः भौ भव भव भव भव अङ्गम् अङ्गम् तिष्ठति तिप्तस्ति इत्यनेन ति भवति निष्पन्नं ति योजनेन योजनेन भवति इति अन्तिमरूपम् अन्तिमरूपं निष्पन्नं उत्तमम् इदानीम् ओकारान्तदातवः अत्र भू इति प्राधान्यमस्ति किञ्चित् कालानन्तरं भवन्तः एतत् विषये पठितुं शक्यते एव भू इति न दीर्घ ऊकारान्तविषये अत्र धातुरूपं प्रसिद्धरूपेण प्राधान्यरूपेण किं भवति इति पृच्छति चेत् झटिति वक्तव्यं किं वक्तव्यम् दीर्घ ऊकारान्तदातु धातु भू इति अस्ति भवति इति अस्ति इदानीम् अत्र मू तदेव भवति अनन्तरं पू इति तदेव भवति मनसि स्थापय मनसि स्थापयतु इदानीम् अत्र ऋकारान्तदातवः अस्ति ऋकारान्तदातवः तदेव भवति इदानीमत्र अनन्तलक्ष्मी भगिनी वदतु ऋकारान्ताः धातवः भ्वादौ ईदृशाः एकादश धातवः सन्ति ऋ इत्यस्य गुणः अर् हृ योगः शप् लशकुततिदे इत्यनेन शकारः लोपः हलन्त्यं इत्यनेन पकारः लोपः हृ योगः आ सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्तस्य गुणः इगन्तस्य गुणः इह् ह योगः आ हर् हर अत्र हृ इति हा समीपे एकम् अत्र रेखा अस्ति खलु एतत् अहर् इति पठितव्यम् हर् योगः योगः हर इत्यङ्गम् उत्तमम् इदानीम् अत्र तदेव अत्र धरति ध्रु इति अस्ति धरति विषये ध्रु अत्र अपि तदेव भवति स्रु स्वर स्रु स्वर् भवति स्मृ स्मर् स्मर स्मरन्ति वा इति रूपं भवति खलु स्मर इति भवति अत्र इदानीम् अत्र ध्रु तदेव भवति अत्र तदेव लशकोतटिति अनुबन्धलोपानन्तरं अस्ति अत्र आ एव तिष्ठति अनन्तरम् अत्र ध्रु इति अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन धर् भवति ति योजनेन धरति इति भवति धरति अहं भगवान् श्रीकृष्णः सर्वं धरति सः एव अत्र खलु धरति इत्युक्ते पुटुकृतं सम्बन्धे is just holding all the things darati iti tadeva bhavati sadaranda sadavala eto eva yavaha varlaya ah varume angiyo appo okay ninga bayapidivinga abdinta ah arbhavati sadaveva ah atre echo eva yavaha iti nena rikaranta dhatuku uttamam prashnaka atre udeti eva क्षणमेकम् अत्र तावदेव अत्र बहु सुलभमेव अत्र अस्ति रशकोतटिके हलन्त्यम् अनन्तरम् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः अनन्तरम् एतत् अङ्गं भवति तत्तु उदाहरणे न दत्तम् सर्वत्रै आगतवती अतः एव क्लेशः अभवत् इदानीम् अत्र तावदेव अन्तरक्ष्मि अत्र एजो यवा यावः इति ऋकारान्तविषये नास्ति एव इदानीम् अत्र दीर्घ ऋकारान्तविषयः भू यथा दीर्घ ऊकारान्तविषये भवति इति भवति भू इति धातुः दीर्घ ऊकारान्तविषये भवति तदेव अत्र दीर्घ ऋकारान्तदातवः ऋ इति अस्ति चेत् अत्र कृ इति भवति मनसि सर्वदा एतत् स्थापयतु इकारान्तः इदानीं जि इति भवति अनन्तरम् अत्र ईकारान्तदातवः झटिति वक्तव्यमेव नी न तु दि अनन्तरम् अत्र उकारान्तदातवः द्रु द्रवति इति भवति अनन्तरं दीर्घ ऋकारान्त उकारान्तविषये अत्र ध्रु इति अस्ति दीर्घ ऊकारान्तविषये भू इति भवति ऋकारान्तविषये ह्रस्व ऋकारान्तविषये हरति इति हरति इति भवति. हरति इत्युक्ते अस्माकं पापं सर्वं भगवान् श्रीकृष्णः हरति. इट्स् जस्ट् रिमूविङ्ग् आल् द थिङ्ग्स् आर् जस्ट् स्नाचिङ्ग् हरति इति अस्ति. अनन्तरम् इदानीं स्क्रू इति अस्ति चेत् अत्र तरति स्विमिङ्ग् तरति इति अस्ति. तरति प्लवनयोः इति अस्ति. एकनिमिषम् एतत् अर्थमपि वयं पश्येम. प्लवन प्लवनतरणयोः प्लवनतरणयोः इति अस्ति. प्लवन इत्युक्ते जम्पिङ्ग्, तरणम् इत्युक्ते स्विमिङ्ग्. प्लवनतरणयोः एतदेव अर्थम् अत्र. तरति इति भवति अत्र पूर्णतया. शान्तभगिनी पठतु. तरति तृ धातुः कर्तरि लट् लकारे पश्मीपदे प्रथमपुरुष एकवचनं तृ प्लवनतरणयोः स्विमि इल्या. ओके तृ भुवादयो धातवः तृयोगः लट् वर्तमाने लट् तृयोगः ल शेषात् कर्तरि पश्मैपदी तृयोगः तिप् तिप् जिप् इति सूत्रेण तिप् प्रत्ययः. तृयोगः शप् योगः ति कर्तरि शप् तर् योगः अयोगः ति सार्वधातुक आदुधातुक इत्यनेन ऋकारस्य अर् भवति. अतः तर् योगः शप् दशकृत इत्यनेन श गच्छति. हलन्ति इत्य लोपः इत्युक्ते प गच्छति. आ एव तिष्ठति. ति योजनेन तरति इति भवति. उत्तमं समीचीनतया अवगतवती. अत्र अन्ये अन्येषां कृते किञ्चित् अत्र प्रश्नः अस्ति वा? समीचीनमेव खलु. क्लेशः भवति वा? क्लेशः नास्ति एव. अस्तु इदानीम् अत्र तरति इति भवति. योजनं न भवति. न भवति परिकारान्तविषये. अत्र इदानीम् एजन्तदातवः भुवादौ ईदृशाः एकत्रिंशत् दातवः सन्ति. एतत् अञ्जना भगिनी पठतु. एजन्ताः दातवः भुवादयो ईदृशाः एकत्रिंशत् दातवः सन्ति. एच् एच् इति प्रत्याहारः इत्युक्ते ए ओ ऐ औ. येषां धातूनाम् अन्तिमः वर्णः ए ओ ऐ औ च ते यजन्ताः धातवः. अतः सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसिद्धः नास्ति किल. यतः दातवान्ते ई ऊ वा नास्ति, केवलं सन्धिकार्यं भवति. अत्र एचो यवा यावः इति कारणतः एतः स्थाने ऐ औ आय् औ एते आदेशः भवन्ति. दे योगः शप् गुणकार्यं नास्ति एव. लशकदधिते इत्यनेन शकारः लोपः. अलन्त्यम् इत्यनेन पकारः लोपः. दे योगः सन्धिकारम् यचो यावा यावः. दै योगः आयोगः दया इत्यङ्गम् तदेव प्रतिपादयतु. प्रतिपादयतु. एच् प्रत्याहारे ए ओ ऐ औ भवति. येषां धातूनाम् अन्तिमवर्णः अन्तिमवर्णः ए ओ ऐ ओ अजन्ताः धातवः भवति. अतः सार्वधातु आर्धधातोः इत्यस्य प्रसक्तिः नास्ति. इङ्ग सार्वधातु आर्धधातु प्रसक्तिः इल्ल किल. यतः धातवान्ते इ उ रु वा नास्ति, केवलं सन्धिकार्यं भवति. सन्धिकार्यम् अत्र यचो यावः इति कारणतः यचः स्थाने ऐ औ आय् औ एते आदेशः भवन्ति. एचो यावः कारणेन ऐ औ औ आय् औ अत्र एतत् वदतु. ए स्थाने ऐ आदेशः भवति, ओ स्थाने आय् भवति, ओ स्थाने ऐ स्थाने आय् भवति, ओ स्थाने औ भवति. इदानीम् अत्र क्रमः वदतु किं किम् अभवत् इति. धातुं स्वीकृत्य दे इति धातुं स्वीकृत्य वदतु. दे योगः शप् शप् अनुबन्धलोपानन्तरम् आ तिष्ठति. दे योगः आ सन्धिकार्यं यः सार्वधातु आर्यधातु प्रसक्तिः नास्ति. सन्धिकार्यं सन्धिकार्यं यचो यावः इत्यनेन दै योगः आयोगः दया इत्यङ्गं भवति. तिप्तस्ति प्रथमपुरुष विवक्षायां ति तिष्ठति. दयति अन्तिमरूपं भवति. इदानीं दे इति अस्ति, दे तत् एकारस्य स्थाने अयादेशः भवति, अतः दै इति भवति. दै अकारयोजनेन एव दय इति भवति. तदेव अत्र मे इति भवति, मे मै अनन्तरं दे दै दे दयति, वे वयति. इदानीम् अत्र ऐकारान्तदातवः एतत् स्वीकृत्य एकारान्तः वयं दृष्टवन्तः. ऐकारान्तः किं कार्यं भवति इति अत्र अनन्तलक्ष्मी वदतु. दै योगः शप् दै योगः शप् अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. दै योगः आ यान्द एचो यवा यावः सूत्रेण ऐ स्थाने आय् भवति. द इद् योगः आय् योगः आ दया दया इति अन्तिमरूपं भवति. समीचीनतया पठतु. दै योगः शप् लशकुतदिदे इति इत्यनेन शकारः शकारः लोपः. समीचीनमेव अत्र अनुबन्धलोपान्तकम् अकारः एव तिष्ठति. दै स्थाने दै योगः आ एचो यवा यावः इति सूत्रेण ऐ स्थाने आय् आदेशः भवति. इद् योगः आय् योगः आ दाय् योगः आ उत्तम दाय् दाय् दाय दाय इति अन्तिमरूपम् अङ्गं भवति. दाय इति अन्तिम अङ्गं भवति. ति योजनेन अन्तिमरूपं दायति इति भवति. अत्र दे इति अस्ति खलु पूर्वम्, अत्र एव अत्र उत्तम मध्यमपुरुषे एकवचनं किं भवति सर्वं जानन्ति एव, वदतु. न मध्यमपुरुषे एकवचनं, मध्यमपुरुषे एकवचनं मध्यमपुरुषे एकवचनं सर्वे जानन्ति एव. भिक्षां देहि, भिक्षां देहि देहि. अत्र ब्राह्मणवंशः किमस्ति उपनयनकाले माता पितुः अन्येषां कृते एतत् भिक्षां देहि इति अत्र अस्ति. मध्यमपुरुषे एकवचनं हि योजनेन देहि इति भवति. अनन्तरम् अत्र अन्यपदमपि प्रसिद्धमस्ति, कोऽपि वक्तुं शक्यते वा? ञति प्रत्ययं योजनेन झटिति वदतु. मम मम छात्राः सर्वे ञत् अस्ति चेत् किं तिष्ठति अन्ततो गत्वा? ञत् इति प्रत्ययमस्ति, मया बहुवारम् उक्तमेव. ञति इति अस्ति चेत् अत्र ञति इति अस्ति चेत् अत्र किं किं तिष्ठति वदतु. समीचीनमेव, या एव तिष्ठति खलु, यकार एव तिष्ठति. इदानीं दे योगः या, अनन्तरं देयम् इति भवति. अत्र कार्यं देयं ञत् प्रत्ययं बहुवारं मया उक्तं, रमामणि भगिनी अस्ति चेत् सा वद वक्तुं शक्यते एव. देयम् इति अस्ति ञत् प्रत्ययं, कार्यं देयम् इति अस्ति. देयम् इत्युक्ते ब्रह्मचारिणः, अनन्तरम् अत्र कोऽपि आगतवन्तः चेत् अत्र किञ्चित् दानं देयमेव. दानं धर्मम् इति अस्ति, एतत् अग्रे पश्यतु. ओके, इदानीम् अत्र ऐकारान्तविषये दृष्टवन्तः, तदेव भवति अत्र. गै इति भवति, गै अन्तिमरूपं किं किं भवति झटिति वदतु कोऽपि. गायति, गायति, गायति, सा गायति, सः गायति. अस्तु, अनन्तरं ध्यायति, ध्यानं करोति. प्राय, अनन्तरं त्रै, त्रायते, अस्माकं कृते त्रै इत्युक्ते त्रायते. किं भयसञ्चलनयोः इति अस्ति इति अहं मन्ये, पश्येम त्रै इति किं भवति. त्रै इति भयसञ्चलनयोः इत्येव मम मनसि अस्ति, पश्येम. आत्मनेपदी, ओ त्रैङ्ग् पालने, ओ अस्तु अस्तु, त्रायते, त्रायते इति भवति. किं भवति चेत् अत्र त्रायते एव. एतत् आत्मनेपदी, अतः एव एकारः श्रूयते. इत्युक्ते आत्मनेपदानां तेरे इत्यनेन त्रायते, पालनं करोतु राजा अस्माकं कृते पालनं करणीयमेव. त्रायतु, त्रायते इति भवति. इदानीम् अत्र हलन्तदातवः भुवादौ ईदृशाः अत्र पश्यतु. अशीति अधिकम् अष्टशतम् अस्ति अत्र दातवः. अत्र पश्यामि चेत् एतत् भुवादौ, भुवादौ अत्र गत्यर्थः एव आगच्छति इति अहम् अत्र पश्येम. इदानीं हलन्तदातवः, हलन्तदातवः ईक् प्रत्याहारनाम ई ऊरु इति धातुः नाम, यस्य धातोः उपादायम् ईक् स्वरः अस्ति. इदानीम् अत्र एतत्तु स्वराः एव सन्ति, ई ऊरु एतत् स्वराः एव वयं पठितवन्तः. इदानीम् अत्र हलन्तदातवः विषये किं किम् अभवत् इति पश्येमि. इदानीम् अत्र अन्तलक्ष्मी पठतु. अत्र इकुपथ इकुपथ धातूनाम् उपधायाम् इक् स्वरस्य गुणः इक् प्रत्यहारः नाम ई उ ले इकुपथः. इकुपथ धातुः नाम यस्य धातोः उपधायाम् इक् स्वरः अस्ति सः अस्ति सः. स्वरात् तकारस्य योजनेन केवलं ह्रस्वः स्वरः निर्दिष्टः. अतः इत् नाम ह्रस्व इकारः, उत् नाम ह्रस्व उकारः, ऋत् नाम ह्रस्व विकारः. इदुपथ धातुः नाम यस्य धातोः उपधायां ह्रस्व इकारः अस्ति सः सः. उदुपथ धातुः नाम यस्य धातोः उपधायां ह्रस्व उकारः अस्ति सः. ऋकुपथ धातुः नाम यस्य धातोः उपधायां ह्रस्व ऋकारः अस्ति सः. अग्रे पठामि वा? आम्. हलन्तेभ्यः धातुभ्यः पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः यतोहि इदं सूत्रं कार्यं करोति उपधायाम् अपि च येषु धातुषु उपाध्यायां बहुत्र ह्रस्व इकः स्वरः सन्ति. अत्र अवधेयं यत् सूत्रानुसारं केवलं लघु इकगुणः भवति, न तु दीर्घ इकः. सूत्रार्थे तदा गुणः भवति यदा सार्वधातुकप्रत्ययः आर्थधातुकप्रत्ययः वा परे अस्ति. शप् तु सार्वधातुकप्रत्ययः, अतः सूत्रस्य प्रसक्तिः कथम् इदं कार्यं दृश्यते इति अधः पश्याम. अत्र हलन्तदातवः इतोपर्यन्तं वयं स्वरविषये एव दृष्टवन्तः. हलन्तदातवः इतोपि अत्र किं किं कार्यम् अस्ति इति अग्रिमवर्गे पश्येम. अत्र अञ्जना भगिनी अन्तिमश्लोकं मङ्गलश्लोकं वदतु. अञ्जना अस्ति वा? अस्तु, शान्ता भगिनी वदतु. ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. धन्यवादः. सर्वे धन्यवादः. धन्यवादः. नमस्कारः.